नमस्कारः सर्वेषाम्. अस्माकं नमस्ते भगिनि, अस्माकं न्यायचिन्तनवर्गे सर्वेषां स्वागतम्. इदानीम् अस्माकं विषयः अस्ति अन्यतासिद्धनिरूपणम् इति विषयः अनुवर्तते. तत्र किञ्चिदेव पुनस्मरणं कृत्वा अग्रे सरेम. अत्र विषयः अस्ति अन्यतासिद्धनिरूपणम् इति. एतावता वयं विद्याधरी इति पुस्तके वयं दृष्टवन्तः, अत्र सामान्यकारणतायाः सामान्यलक्षणवाक्यम् आसीत् कार्यनियतपूर्ववृत्तित्वं कारणत्वम् इति. तर्हि अत्र कार्यकारणभावविचारे त्रयः निकषाः सन्ति. कार्याधिकरणे कारणं सर्वदा स्थातव्यं, कार्याधिकरणे स्थातव्यं सर्वदा स्थातव्यम्, अपि च कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम् इति वयं दृष्टवन्तः. अयं तु सामान्यनियमः अस्ति, परन्तु कुत्रचित् यद्यपि कार्यकारणयोः सामान्याधिकरण्यम् अस्ति, तथापि तत्र कारणत्वं न स्वीक्रियते. तत्र एव अस्माकं विषयः अस्ति अन्यतासिद्धिनिरूपणम्. अन्यता असिद्धम् इति अस्ति. तर्हि इदानीम् अस्माकं परिष्कृतलक्षणवाक्यं किं, कारणतायाः परिष्कृतलक्षणवाक्यं किम् इति चेत्, अन्यतासिद्धशून्यत्वे सति कार्यनेतपूर्ववृत्तित्वं कारणत्वम् इति वयं पूर्वं दृष्टवन्तः गते सप्ताहे, अपि च तस्मात् प्राक्. तत्र पञ्चविध अन्यतासिद्धयः सन्ति इति अपि जानीमः. तत्र प्रथमविध, द्वितीयविध, अपि च तृतीयविधं वयं पठितवन्तः पूर्वं. तत्र किञ्चिदेव पुनस्मरणं कृत्वा अग्रे गच्छेम. अत्र प्रथमविधः अस्ति येन सह पूर्वभावः इति. तत्र अस्माकम् उदाहरणम् आसीत् दण्डत्वं. द्वितीयविधम् आसीत् कारणम् आदाय वा यस्य, तत्र उदाहरणमासीत् दण्डरूपम्. अनन्तरं तृतीयविधम् अन्यं प्रति पूर्वभावे ज्ञाते यत् पूर्वभावविज्ञानं, तत्र अस्माकम् उदाहरणमासीत् आकाशः. तर्हि अत्र प्रथमविधान्यतासिद्धं दण्डत्वं किमर्थम् अन्यतासिद्धम् इति अत्र राजेन्द्रमहोदय किञ्चित् वदति वा? महोदय क्षम्यतां भगिनि, अहं म्यूट् मध्ये आसम्. चिन्ता नास्ति, वदतु महोदय. अत्र प्रथमविद् अन्यथा सिद्धम् अस्ति, यथा उदाहरणत्वेन दण्डत्वं, दण्डं प्रति यथा यथा कार्यक्षेत्रे सामग्री आनयामः तत्र तु दण्डः आनीयते, परन्तु दण्डत्वं न आनयामः. दण्डत्वं तु दण्डे पूर्ववृत्तित्वम् एव तत्र अस्ति, परन्तु तस्य साक्षात् कारणत्वेन कोऽपि कार्यं न अस्ति तत्र. तावत् तत्र दण्डस्य कारणता दण्डत्वेन भवति, परन्तु दण्डत्वं तत्र कोऽपि तत् कार्यं न अस्ति, कोऽपि उपयोगिता नास्ति. तत् कारणात् दण्डत्वं तु अन्यथा सिद्धम् अस्ति. सम्यक् महोदय. अत्र दण्डत्वे दण्डे अन्ये धर्माः अपि सन्ति, तथापि दण्डत्वमेव दण्डत्वमादाय एव दण्डः घटं प्रति कारणम् इति कृत्वा तत्र येन सह पूर्वभावः इत्युक्ते दण्डः दण्डत्वेन एव गृह्यते. दण्डत्वम् इति धर्मः अस्ति, विशिष्टधर्मः, दण्डे विद्यमानः विशिष्टधर्मः, तमादाय एव दण्डः घटं प्रति कारणम् इति कृत्वा दण्डत्वम् अन्यतासिद्धं. सम्यक्तया उक्तं महोदय, धन्यवादः. अस्तु अग्रे सन्ध्या भगिनि, भवती द्वितीयविधं वदति वा, दण्डरूपं? द्वितीयविधम् अस्ति तत्र कारणम् आदाय इति. अत्र यस्य वयं किं वदामः निरूपणं, तत्र तस्य कारणं गृहीत्वा एव कर्तुं शक्नुमः. तद् तस्य कार्यस्य प्रति तद् अन्यथा सिद्धं भवति इति. उदाहरणमस्ति अत्र दण्डरूपं. दण्डरूपं तु तत्र पृथक् तस्य अस्तित्वं नास्ति, दण्डम् आदाय एव अस्तित्वं. तर्हि दण्डरूपं यदि वक्तुमिच्छामः तत्र दण्डरूपस्य कारणं दण्डः, दण्डम् आदाय एव दण्डरूपस्य वयं तत्र उल्लेखं कर्तुं शक्नुमः इति कृत्वा इदानीं दण्डरूपं यदस्ति तद् घटं प्रति अन्यथा सिद्धम् अस्ति, एतद् द्वितीयम् अन्यथा सिद्धत्वम्. अत्र कारणम् इति उक्तम्, अत्र कारणम् इत्युक्ते किम् इति एकवारं तत्र यथा उक्तं तत्र कारणम् इत्युक्ते यस्य विषये इदानीं वदन्तः स्मः दण्डरूपं, दण्डरूपस्य कारणमस्ति दण्डः, तर्हि दण्डम् आदाय एव दण्डरूपं वयं वक्तुं शक्नुमः वा दण्डम् आदाय एव दण्डरूपं तिष्ठति इति कृत्वा तत्र कारणम् इत्युक्ते यस्य विषये वदन्तः स्मः तस्य कारणं, दण्डरूपस्य कारणं दण्डः. हा समीचीनं भगिनि, सम्यक् अस्ति. अतः तत् तदेव अत्र विशिष्टमस्ति, कारणम् इत्युक्ते न तु दण्डः घटं प्रति कारणम् इति, परन्तु दण्डरूपं प्रति कारणम् इति. सम्यक् अस्तु. अग्रे अत्र सरला भगिनी तृतीयविधं वदति वा? आकाशः तृतीयमस्ति अन्यं प्रतीति, तस्य उदाहरणमस्ति आकाश. अन्यं प्रति पूर्ववृत्तित्वं गृहीत्वे तस्य कार्य यत् कार्यस्य पूर्ववृत्तित्वं क्रियते तस्य तत् कार्यं प्रत्ययेन असिद्धत्वम् इति भवति. यथा उदाहरणमस्ति आकाश, तस्मिन् आकाशत्वम् अस्ति, तत् जातिः नास्ति, तस्य धर्मः अस्ति, आकाशः विभुः अस्ति, नित्यम् अस्ति, तत् घटं प्रति कथं तस्य कारणम् आगच्छति. यथा आकाश पूर्वं शब्दं प्रति तस्य कारणम् अस्ति, शब्दं प्रति कारणम् आकाश नास्ति, किन्तु आकाशे विद्यमान आकाशत्वम् इति शब्दं प्रति कारणम् अस्ति. अतः शब्दपूर्ववृत्तित्वम् अस्ति आकाशे, आकाशत्वं तु आकाशत्वं समान स्तरे भवति शब्द पूर्ववृत्तित्वं कारणता आकाशत्वे. आकाशत्वम् इति भवति शब्द पूर्ववृत्तित्वं कारणता तस्मिन् अस्ति, अतः तत् कारणे आकाशत्वमपि घटकार्यं प्रति कारणं भवति, किन्तु अन्यथा सिद्धम् आगच्छति तत्र, अन्यथा सिद्धम् आगच्छति अत्र. समीचीनं भगिनि, सम्यक् अस्ति. तर्हि अत्र यथा अत्र पूर्वं वर्गे प्रश्नः आसीत् किमर्थम् अत्र आकाशत्वम् इति स्वीकुर्मः, न तु केवलं साक्षात् आकाशः, किमर्थम् आकाशः घटं प्रति पूर्वभावः? आकाशे द्रव्यत्वम् अस्ति, किन्तु द्रव्यत्वं यत् अस्ति तत् स्वीकृत्य घटकार्यं प्रति तस्य कारणता न आगच्छति. तस्य कारणता आगच्छति यदि आकाशत्वं शब्दस्य समवायिकारणम् अस्ति, तस्य समवायिकारणता तस्मिन् तस्य निष्प तस्य प्रूफ् अस्ति इति पूर्ववृत्तित्वं भूत्वा तस्य आकाशत्वम् अपि गृह्यते घटकार्यं प्रति. सम्यक् भगिनी. तर्हि अत्र अत्र एकः एकं परिच्छेदमस्ति, तत् पुनः अत्र पठामः. तर्हि प्रश्नः उदेति किमर्थं न अत्र साक्षात् आकाशप्रसङ्गे चर्चां कुर्मः, ततः आरभ्य पठामः. इदानीं राजेन्द्रमहोदय पठति वा? आम् भगिनि. तर्हि प्रश्नः उदेति किमर्थं न अत्र साक्षात् आकाशप्रसङ्गे चर्चा कुर्मः, आकाशस्य विषयः अत्र किमर्थम् आनेतव्यः? उत्तरत्वेन वक्तव्यं यत् यदि आकाशः घटं प्रति कारणं स्यात् तर्हि केन रूपेण कारणं स्यात् इति चेत् आकाशत्वेन रूपेण, न तु द्रव्यत्वेन रूपेण अथवा अन्येन रूपेण. यया रीत्या दण्डः घटं प्रति कारणं भवति, दण्डत्वेन रूपेण न तु द्रव्यत्वेन रूपेण वा पृथ्वीत्वेन रूपेण, तया एव रीत्या आकाशः विशिष्टधर्मः आकाशत्वेन रूपेण तस्य घटं प्रति कारणं यदि स्यात् तर्हि तेन एव रूपेण स्यात्। नाम आकाशे विद्यमाना कारणता आकाशत्वम् अवच्छिन्ना तत् अतः तत् च आकाशत्वं कीदृशम् इति अवश्यं ज्ञातव्यम्। इदानीं दण्डे विद्यमानधर्मः दण्डत्वं जातिरूपः, दण्डत्वं जातिः अस्ति इति कृत्वा पर्याप्तं, ततः अग्रे तस्य वर्णने न अपेक्षितं किमपि। किन्तु आकाशत्वे एक एव सदस्य आकाशः इति कृत्वा इदम् आकाशत्वं जातिः नास्ति, जातिः नास्ति इति कारणतः अस्माभिः वक्तव्यं भवति। यदि आकाशः घटं प्रति कारणम् आकाशत्वेन रूपेण तर्हि इदम् आकाशत्वं नाम किम्? अनेन कारणेन उपर्तना आकाशत्व सम्बद्धचर्चा अपेक्षिता। आकाशत्वं शब्दसमवायी कारणत्वम् इति कृत्वा अन्यं प्रति पूर्वभावः, अनेन आकाशः अन्यथा सिद्धः। प्रश्नः वदति किमर्थम् आकाशः आकाशप्रसङ्गे आकाशः साक्षात् तत्र कारणं न वक्तुं शक्नुमः, कारणं न अस्ति साक्षात् साक्षात् तत्र आकाशत्वस्य विषयः किमर्थं कथम् आकाशत्वस्य विषयः अत्र किमर्थम् आनेतव्याः, किमर्थम् अत्र आनयामः? वक्तव्यमस्ति यदि आकाशः घटं प्रति कारणं स्यात् तर्हि केन रूपेण स्यात्? यथा दण्डः दण्डत्वेन कारणं स्यात् तथैव आकाशः कारणं स्यात् तत् केन रूपेण कारणतं स्यात्? आकाशे तु आकाशः एक एव अस्ति, तस्य धर्मः आकाशत्वम् अस्ति इति कृत्वा वक्तुं शक्नुमः वा क्या आकाशः आकाशत्वेन रूपेण कारणं स्यात्? न तु द्रव्यत्वेन रूपेण अथवा अन्येन रूपेण, यदि यथा दण्डत्वविषये वयं चिन्तितवन्तः, दण्डे दण्डत्वम् अस्ति, पृथ्वीत्वमपि अस्ति, द्रव्यत्वमपि अस्ति, परन्तु विशिष्टधर्मः तु दण्डत्वमेव अस्ति, तथा दण्डः दण्डत्वेन कारणं भवति। यदि आकाशः अपि कारणं भवेत् तत्र तु तस्य विशिष्टधर्मः आकाशत्वेन अस्ति, तथा आकाशः आकाशत्वेन एव कारणं भवितुम् अर्हति, न तु द्रव्यत्वेन अपि च अन्य किमपि रूपेण। यः रीत्या घटं प्रति कारणं भवति दण्डत्वेन रूपेण, न तु द्रव्यत्वेन पृथ्वीत्वेन, तत्तु इदानीम् एव उक्तं। तया एव रीत्या आकाशस्य विशेषधर्मः आकाशत्वेन, तस्य कारणं यदि स्यात् आकाशत्वेन एव आकाशः घटं प्रति कारणं भवेत्। आकाशे विद्यमानकारणता आकाशत्व अवच्छिन्ना अस्ति, यथा तस्य कारणता अस्ति सा तु यथा दण्डस्य कारणता दण्डत्वेन अवच्छिन्ना अस्ति, तथैव आकाशस्य कारणता आकाशत्व अवच्छिन्ना अस्ति। तच्च आकाशत्वं यत् आकाशे अस्ति तत् कीदृशं तत् अस्माभिः ज्ञातव्यम् एव। तदा इदानीं दण्डे विद्यमानधर्मः दण्डत्वं जातिरूपः, दण्डत्वं तु जातिः अपि अस्ति, परन्तु आकाशत्वं तु एका एव आकाशः एकेव अस्ति, अतः तत् जातिः नास्ति, किमपि तत् धर्मः एव अस्ति तथा एकः सदस्यः अस्ति, तत्कारणात् तत्र आकाशस्य धर्मः तत्र आकाशत्वरूपेण, यथा यदि आकाशः घटं प्रति आकाशत्वेन रूपेण भवति इदम् आकाशत्वं किम् अस्ति? आकाशत्वं तु शब्दसमवायी कारणत्वम् अस्ति आकाशे, यथा तत् समानधिकरणं भवति, परन्तु अन्यम् अपि तद्विहाय शब्दविहाय तत् अन्यं प्रति तस्य पूर्वभावः एव अस्ति, तत्कारणात् तत् आकाशः अन्यथा सिद्धः भवति. समीचीनं महोदय, सम्यक् अस्ति. अत्र एतावत् किमपि चिन्तनम् अस्ति वा, प्रश्नः? साधु अस्ति. नमस्कारः. नमस्कारः भगिनि, लक्ष्मी अस्मि. नमस्कारः, चिन्ता नास्ति. अस्तु, एतावता वयम् आकाशस्य विषये इदानीमेव दृष्टवन्तः. ततः अग्रे अत्र करपत्रे अस्तु, आहत्य आकाशशब्दं प्रति एव कारणं, ततः आरभ्य पठामः. सन्ध्या भगिनी पठति वा अग्रिमपरिच्छेदम्? आहत्य आकाशः शब्दं प्रत्येव कारणं, तस्य आकाशस्य कार्यमात्रं प्रति पूर्ववृत्तत्वं चेदपि शब्दं विहाय अन्यत् सर्वं प्रति आकाशः अन्यथा सिद्धः. तदर्थं तृतीयम् अन्यथा सिद्धमुक्तम् अन्यं प्रति पूर्वभावे ज्ञाते यत् पूर्वभावविज्ञानम्. तर्हि अत्र यथा पूर्वं दृष्टवन्तः, आकाशत्वं तत्र आकाशः इति किम् इति, यदि आकाशः कः इति प्रश्नः आगच्छति, तर्हि तदर्थं तत्र आकाशत्वम् इति इत्यस्य ज्ञानम् आवश्यकं भवति. यतोहि आकाशत्वेन रूपेण एव आकाशः यदि कारणं भवेत् घटं प्रति, तर्हि आकाशत्वेन एव भवेत् इति कृत्वा, किन्तु आकाशत्वं ज्ञातुं तत्र आकाशत्वं किम् इति प्रश्नः आगच्छति चेत् तत्र शब्दसमवायिकारणम् इति एव तत्र मार्गः अस्ति आकाशस्य ज्ञानं प्रति. अतः आकाशस्य शब्दं प्रति पूर्ववृत्तित्वम् अस्ति, शब्दं प्रति एव कारणं भवति आकाशः इति कृत्वा, यद्यपि तत्र कार्यमात्रं प्रति सर्वेषां कार्याणां प्रति यद्यपि तस्य पूर्ववृत्तित्वम् अस्ति आकाशस्य, तथापि केवलं शब्दं प्रति एव कारणं भवति. अन्यानि सर्वाणि कार्याणि यानि सन्ति तानि प्रति आकाशः अन्यथा सिद्धः. तदेव अस्ति अन्यं प्रति पूर्वभावे ज्ञाते यत् पूर्वभावविज्ञानम् इत्युक्ते, यस्य पूर्वभावः अन्यं प्रति ज्ञात्वा एव ज्ञायते इति, तद् तृतीय अन्यथा सिद्धम्. समीचीनं भगिनी, अग्रे अपि पठति वा? आम्, अत्र प्रश्नः उदेति यद् वक्ष्यमाणकार्यजनकपूर्ववृत्तित्वरूपकुलालपितृत्वम् अन्यथा सिद्धम् इति तु अङ्गीकृतम्. कुलालपितुः मरणानन्तरम् अपि कुलालः घटम् उत्पादयितुं शक्नोति, किन्तु आकाशः नित्यः, सः तु सदा किमपि कार्यं प्रति पूर्ववर्ती भवत्येव. तर्हि यथा अन्यसाधारणकारणानि कालः दिक् ईश्वरः इत्यादीनि, तथा आकाशः नित्यत्वात् साधारणकारणं स्यात्. तर्हि अत्र प्रश्नः अस्ति, चतुर्थान्यथा सिद्धं कुलालपिता इति यदस्ति, तर्हि कुलालपितृत्वम् अन्यथा सिद्धम् अस्ति, कुलालपिता अन्यथा सिद्धः अस्ति, तद् अग्रे आयाति. तत्तु तस्य विषये अङ्गीकारः अस्ति, यतोहि कुलालपितुः मरणानन्तरम् अपि कुलालः घटस्य निर्माणं कर्तुं शक्नोति, किन्तु आकाशः तु नित्यद्रव्यम् अस्ति, अतः सर्वदा पूर्ववर्ती अस्ति एव, तस्य पूर्ववृत्तित्वं किमपि कार्यं प्रति अस्ति एव. तर्हि यथा अन्यानि साधारणकारणानि सन्ति, कालः वा दिक् वा ईश्वरः, तादृशमेव आकाशः अपि किमर्थं नित्यद्रव्यम् इति कृत्वा साधारणकारणं न भवति, तद् भवति वा न वा इति यत्र प्रश्नः. अग्रे पठामि. सम्यक् भगिनी, अत्र किमर्थम् अत्र कुलालपितृत्वम् अपि च आकाशः अत्र किमर्थम् अत्र तादृश अत्र किमपि साम्यम् अस्ति वा द्वयोर्मध्ये, कुलालपिता अपि आकाशः, किमर्थम् अत्र तादृशतुलना अस्ति? तद् यद् लिखितं तदेव किल, तत्र कुलालपिता तु नित्यः नास्ति, अतः तस्य कारणत्वं न स्यात्. यतोहि कुलालपिता नास्ति चेदपि कुलालः अस्ति, सः घटम् उत्पादयितुं शक्नोति, इति कृत्वा अत्र भेदः अस्ति कुलालस्य अपि च कुलालपितुः आकाशयोः, कुलालपिता आकाशयोः द्वयोः मध्ये. तर्हि आकाशात् नित्यद्रव्यम् इति कृत्वा तद् अन्यसाधारणकारणानि इव भवेत् इति. सम्यक् भगिनि, समीचीनम्. अपि च अत्र अत्र अन्यं प्रति पूर्वभावे ज्ञाते इति अस्ति, तद् अत्र कुलालपितृत्वस्य विषये अपि तथा भवितुम् अर्हति खलु. अत्र अन्यं प्रति कारणं, कुलालपिता कुलालं प्रति कारणं ज्ञात्वा तदनन्तरमेव घटं प्रति पूर्वभावः अस्ति कुलालपिता. परन्तु अत्र भेदः, द्वयोः भेदः कः इति चेत् अत्र यद्यपि अन्यं प्रति, परन्तु तादृश अन्यः कः इति चेत् सः एव कार्यस्य कारणं, कुलालः घटं प्रति कारणं. तावद् भेदः अस्ति द्वयोर्मध्ये. समीचीनं वा, प्रश्नः वा? न, नास्ति. अस्तु, लक्ष्मी भगिनी प्राप्तवती वा कुत्र वयं स्मः इति? अस्तु अस्तु, अग्रे सरला भगिनी पठति वा? आं भगिनि. उत्तरत्वेन कालप्रसङ्गे साधारणकारणत्वं स्वीकृत्य, यतोहि अस्मिन् काले घट उत्पन्नः इति लोके प्रसिद्धव्यवहारः. एवमेव दिक्प्रसङ्गे अस्मिन् स्थाने घटः उत्पन्नः, अतः दिशः अपि साधारणकारणत्वं स्वीकृतं. परन्तु आकाशस्य तादृशव्यवहारो नास्ति लोके. अस्मिन् आकाशे घट उत्पन्नः इति लोके व्यवहारो नास्ति. अत्र एका वार्ता अस्ति यद् द्रव्यैः सह आकाशस्य वृत्तिनियामकसंयोगसम्बन्ध तद्दर्शनं तदर्थं व्यवहारे अप्रसिद्धि. दिक्प्रसङ्गे तु तस्मिन् देशे घटः उत्पन्नः दैशिकविशेषणतासम्बन्धेन दिशः कारणत्वम्. एवमेव कालिकविशेषणतासम्बन्धेन कालस्य कारणत्वम्. परन्तु आकाशस्य सम्बन्ध वृत्तिनियामकः, अतः एतत् अर्थम् अपि आकाशस्य घटं प्रति पटं प्रति अनियामकः आकाशस्य सम्बन्धः वृत्ति अनियामकः. अतः एतत् अर्थमपि आकाशस्य घटं प्रति वा पटं प्रति वा कारणत्वं न भवति. नियमेन पूर्ववृत्तित्वम् अस्ति चेत् अपि कारणत्वं नास्ति. अन्यत् च कर्ता यदा कार्यं कर्तुम् उद्युक्तः तदा कारणानां सङ्ग्रहं करोति, चक्रं, दण्डं, मृत्तिका इत्यादिकम्. आकाशस्य सङ्ग्रहः न सम्भवति. एतत् अर्थमपि कारणं न भवितुम् अर्हति. खण्डश वदामि भगिनि. उत्तरत्वेन यदि कालप्रसङ्गे साधारणकालत्वम् इति स्वीकृतम् अस्ति, तथा वयं वदामः अस्मिन् काले घट उत्पन्नः, कस्मिन् काले अहं घटस्य उत्पादनं करोमि इति वयं वदामः व्यवहारे इति प्रसिद्धव्यवहारः अस्ति. एवमेव दिक्प्रसङ्गे अस्ति अहम् अस्मिन् देशे घटम् उत्पादनं करोमि इति अपि साधारण व्यवहारं अस्ति. अस्मिन् काले अस्मिन् देशे घटस्य निर्माणं भवति इति. किन्तु आकाशस्य प्रसङ्गे इति न आगच्छति. आकाशस्य प्रसङ्गे कोऽपि न वदति अस्मिन् आकाशे या तस्मिन् आकाशे घटस्य उत्पन्नं भवेत् इति व्यवहारः नास्ति. अत्र एकं कारणम् अस्ति व्यवहारे आकाश इति न वक्तुं शक्नुमः. यथा काल वा दिशप्रति वयं वदामः. अत्र एका वार्ता अस्ति यत् द्रव्यैः सह आकाशस्य वृत्ति अनियामकसंयोगसम्बन्ध तदर्थं व्यवहारे अप्रसिद्धि. आकाशस्य द्रव्यं प्रति घट आकाशयो तयो मध्ये वृत्ति अनियामकसम्बन्धः अस्ति. वृत्तिनियामकसम्बन्ध यत्र आधार आधेयभाव नियमति. वयं जानीमः आधार किम् अस्ति, आधेय किम् अस्ति इति निश्चयेन वक्तुं शक्नुमः. अत्र आकाशप्रसङ्गे आधार आधेयभावः निश्चितं नास्ति. घट आकाशे अस्ति, आकाशघटे अपि अस्ति. इति अतः वृत्ति अनियामकसम्बन्धः तत्र वर्तते. द्वितीयकारणम् अस्ति आकाशप्रसङ्गे वृत्ति अनियामकसम्बन्ध द्रव्यो मध्ये. तत्र यथा कालप्रसङ्गे वयं वदामः कालिकविशेषणतासम्बन्ध काल कारणं भवति घटनिर्माणं प्रति या कोऽपि कार्यं प्रति. तथैव दैशिकविशेषणतासम्बन्ध भवति दिश प्रति कार्यं प्रति दिशस्य दिशः कार्यं प्रति. परन्तु आकाशस्य सम्बन्धे तादृशी दैशिक वा कालकविशेषणता सम्बन्धः न आगच्छति. आकाशविशेषणता सम्बन्ध इति नास्ति. कारणक आकाशविभुः अस्ति, नित्य अस्ति, एकम् अस्ति. तस्य एतत् विशेषणता न तत्र अस्ति. यतो हि दिशकाल अपि नित्यम् अस्ति. तद् अत एतदपि आकाशस्य घटं प्रति वा पटं प्रति कारणत्वं न भवति. सो कोऽपि कार्यं यथा घटपटनिर्माणं प्रति आकाशस्य वृत्ति अनियामकसम्बन्धः अस्ति. तत् कारणतः आकाश तस्य कारणस्य न स्वीकृत कृतं भवति. नियमेन पूर्ववृत्तित्वम् अस्ति चेत् अपि कारणत्वं नास्ति. अन्य च कर्ता यदा कार्यं कर्तुम् उद्युक्तः, यदि कर्ता यथा कुलाल कार्यं कर्तुं सिद्धम् अस्ति, तत्र प्रथमं पूर्वं सामग्री सङ्ग्रहं करोति यथा चक्रं, दण्ड, मृत्तिका इत्यादिकं. किन्तु आकाशसामग्री तस्य न वदति अहम् आकाशमपि गृह्णामि. एतत् व्यवहारः नास्ति. सो त्रीणि कारणानि दत्तमस्ति. आकाश कथं साधारणकारणानि एकन्यतं नास्ति, अन्यतं नास्ति. एकमस्ति व्यवहारे न वदामः. द्वितीयस्ति वृत्ति अनियामकसम्बन्ध. तृतीय अस्ति आकाशस्य सामग्री न भवितुं शक्नोति. सम्यक् सम्यक् भगिनि. अत्र प्रश्नः अस्ति, अत्र वृत्तिनियामकसम्बन्धः कुत्र कुत्र भवति? उदाहरणं किमपि अस्ति वा यत्र वृत्तिनियामकसम्बन्धः भवति? यथा घटभूतले अस्ति तत्र वृत्तिनियामकसम्बन्धः भवति. निश्चयेन वयं वक्तुं शक्नुमः वृत्ति इति आधेय घटम् आधेय अस्ति, भूतले तस्य आधारः अस्ति. अपि वृत्तिनियामकसम्बन्ध ज्ञानविषये अपि अस्ति आगच्छति. नो, तत्र वृत्ति नियामक अस्ति. तत्र मतभेदः सन्ति, तत्र किञ्चित् मतभेदः सन्ति. केचन वृत्तिनियामकसम्बन्धः मन्यन्ते, केचन न मन्यन्ते. सम्यक् भगिनि. अत्र समवायस्थले अपि वृत्तिनियामकसम्बन्धः अस्ति. संयोगस्थले अपि यथा भवती उक्तवती घटे भूतलः भूतले घटः अस्ति, तत्र वृत्तिनियामकसम्बन्धः अपि. समवायसम्बन्धः यत्र जातिव्यक्तयोः गुणगुणिनोः तत्रापि वृत्तिनियामकसम्बन्धः. अपि च कालस्य विषये कालिकसम्बन्धः अपि वृत्तिनियामकसम्बन्धः. यतोहि तादृशव्यवहारः अस्ति अस्मिन् काले घटस्य उत्पत्तिः भवति इति. अपि च अत्र अभावस्थले यत्र वयं वदामः भूतले घटाभावः, तत्रापि वृत्तिनियामकसम्बन्धः अस्ति. अस्तु, सम्यक्. अत्र कोऽपि प्रश्नः वा? अस्तु, अन्य कोऽपि अस्ति वा? 410-517-7107 कस्य संख्या अस्ति? वन्दने भगिनी अस्मि भगिनि. ओ अस्तु अस्तु, नमस्कारः. चिन्ता नास्ति भगिनि. अत्र दिक्कालविषये अपि च आकाशस्य विषये यत्र सर्वे ते विभुद्रव्याः सन्ति, दिक्कः अपि कालः अपि नित्य अपि सन्ति, परन्तु लौकिकव्यवहारः भिन्नः अस्ति. तत्कारणात् तत् दिक्कः कालः साधारणकारणानि वदन्ति जनाः, परन्तु आकाशः आकाशस्य विषये तादृशी कोऽपि लोकव्यवहारः न अस्ति. तत्कारणात् तत् न साधारणकारणं न मन्यते. एवं सत्यं वा? सत्यं सत्यं महोदय. अत्र अत्र सामान्यतया नियमः कः इति चेत्, यत् अधिकरणत्वेन प्रतीयते तत् तस्य कारणम् इति सामान्यनियमः अस्ति. तर्हि कालः अधिकरणत्वेन प्रतीयते, दिशः अपि अधिकरणत्वेन प्रतीयते इति कृत्वा साधारणकारणम् इति वयं स्वीकुर्मः कालस्य अपि च दिशाप्रसङ्गे. परन्तु आकाशस्य विषये तथा व्यवहारः अपि नास्ति, तथा प्रती न प्रतीयते, अतः आकाशः साधारणकारणत्वेन न स्वीक्रियते. सम्यक् एव उक्तवान् भवान्. अस्तु, अग्रे लक्ष्मी भगिनी पठति वा? आं भगिनि, प्रश्नः. परन्तु साधारणकारणानां सङ्ग्रहस्य आवश्यकता नास्ति किल, यथा कालस्य? उत्तरं नास्ति, सत्यं. तथापि दिक्कालयोः यद्यपि सङ्ग्रहः न भवतः, किन्तु कालं देशं च उद्दिश्य कर्ता कार्यं करोति. मङ्गलवासरे तस्मिन् काले घटस्य निर्माणं करिष्यामि तस्मिन् देशे च, काले देशे च उद्देश्यत्वं वर्तते. आकाशप्रसङ्गे तथा नास्ति, आकाशे उद्देश्यत्वम् अपि नास्ति. कार्योत्पादनार्थम् आहरणमपि न क्रियते. तन्तुवायः तन्तुम् आनयति पटस्य निर्माणार्थं, तन्तुत्वं किन्तु न आनयते. तन्तुत्वम् अपि आगच्छति इति तु सत्यं, किन्तु तत्प्रति तन्तुवायस्य उद्देश्यत्वं नास्ति. तन्तुः आनीयते, न तु तन्तुत्वम्. एवम् आकाशस्य कार्यमात्रं प्रति पूर्ववृत्तित्वं वर्तते तस्य विभुत्वात्, किन्तु कार्योत्पादने तस्मिन् आकाशे उद्देश्यत्वं नास्ति. अस्तु, अस्मिन् आकाशप्रसङ्गे अन्य केचन आक्षेपाः सन्ति चेत् तेषाम् उपस्थापनं समाधानं च वक्ष्यमाणं पञ्चमान् अस्तु. अस्तु, कण्ठशः वदामि अधुना. प्रश्नः अस्ति, कार्योत्पादनार्थं यदा साधारणकारणानां सङ्ग्रहः भवति वा न भवति, साधारणकारणानि इत्युक्ते कालः यदि स्वीकुर्मः चेत्, कालः एकः साधारणकारणः, दिक् अपि अन्यः साधारणकारणः. उत्तरमस्ति नास्ति इति, किन्तु दिक् अपि कालः तयोः विशेष्यता वर्तते. इत्युक्ते तत्र यद्यपि तयोः सङ्ग्रहः न भवतः, किन्तु कर्ता कालं देशं च उद्दिश्य कालं देशं च निर्माणं कृत्वा करोति. इत्युक्ते कर्ता निर्माणं करोति यत् मङ्गलवासरे तस्मिन् काले घटस्य निर्माणं करिष्यामि इति, तस्मिन् काले तस्मिन् देशे च इति सः निर्माणं करोति. अत्र अतः कालस्य देशस्य च उद्देश्यत्वं वर्तते, किन्तु आकाशप्रसङ्गे तथा नास्ति. यदा कर्ता कार्यम् आरम्भं करोति तदा सः न भवति अस्मिन् आकाशे अपि आनयामि, आकाशम् आनयामि इति सः तथा न सः व्यवहरति. तस्य कार्योत्पन्नार्थं तस्य आहरणम् अपि न क्रियते. यथा तन्तुवायः तन्तुमानयति पटनिर्माणार्थं, किन्तु तन्तुत्वं न आनीय तन्तुत्वं न आनयति. तन्तोः सह तन्तुत्वमपि तन्तुना सह आगच्छति. तन्तुत्वं तन्तुना सह आगच्छति किन्तु तस्य प्रति उद्देशत्वं नास्ति, उद्देशत्वं नास्ति. अपि च तथैव आकाशः तत्र पूर्वमेव आकाशं तत्र वर्तते एव सर्वत्र. आकाशः विभूद्रव्यम् अतः सर्वत्र सर्वदा आकाशः वर्तते एव. अतः कार्यमात्रं प्रति तस्य पूर्ववृत्तित्वं यद्यपि भवति, तथापि कार्योत्पादनार्थं कर्तुः उद्देश्यत्वं नास्ति, आकाशस्य उद्देश्यत्वं नास्ति इति. सम्यक् भगिनि. हा सम्यक् भगिनि, अग्रिमवाक्यमपि पठतु. अस्मिन् आकाशप्रसङ्गे अन्य केचन आक्षेपाः सन्ति, तेषाम् उपस्थापनं समाधानं च वक्ष्यमाणं पञ्चम अन्यथासिद्धिनिरूपणावसरे. आकाशप्रसङ्गे अन्य आक्षेपः सन्ति, किन्तु पञ्चम अन्यथासिद्ध निरूपणावसरे तेषाम् उपस्थापनं च उत्तरं च पश्यामः इति. सम्यक् भगिनि. एतावता कोऽपि प्रश्नः वा, किमपि चिन्तनम् अस्तु? एतत् सर्वं तृतीयविध अन्यथा सिद्धः खलु? सत्यं सत्यम्. अस्तु अस्तु, अग्रे इदानीम् अत्र चतुर्थम् अन्यथा सिद्धं. वर्धिनी भगिनी पठति वा? भगिनी अस्ति वा? अस्मि भगिनि, करपत्रं नास्ति मम समीपे. ओ नास्ति वा करपत्रं? जालपुटे अस्ति भगिनि. जालपुटे न्यायशास्त्रम् इति सेक्षन् मध्ये अन्तिमं करपत्रम्. प्राप्तं वा? अत्र सेक्षन् 10 मध्ये 27 इति करपत्रम्. कुत्र पठितुम्? तत्र चतुर्थम् अन्यथासिद्धं, चतुर्थम् अन्यथासिद्धम् आह इति. जनकं प्रति इति. जनकं प्रति इति, हा सत्यं. चतुर्थम् अन्यथा सिद्धमाह जनकं प्रति इति. यत् कार्यजनकं प्रति पूर्ववृत्तित्वं गृहीत्वे एव यस्य यत् कार्यं प्रति पूर्ववृत्तित्वं गृह्यते तस्य तत् कार्यं प्रति अन्यथा सिद्धत्वं. यथा कुलालपितुर्घटं प्रति तस्य हि कुलालपितृत्वेन घटं प्रति जनकत्वे एव अन्यसिद्धिः. कुलालत्वेन जनकत्वे इष्टापत्तिः, कुलालमात्रस्य घटं प्रति जनकत्वम् इति चतुर्थम् अन्यथा सिद्धनिरूपणम्. किञ्चित् वदति वा? चतुर्थम् अन्यथा जनकं प्रति चतुर्थम् अन्यथासन्धि वननम् अस्ति यत् कार्यजनकं प्रति पूर्ववृत्तित्वं गृहीत्वा एव यत् कार्यं प्रति पूर्ववृत्तित्वं गृह्यते तस्य तत् कार्यं प्रति अन्यथा सिद्धित्वम् पूर्ववृत्तित्वं कार्यं प्रति अन्यथा सिद्धित्वं पूर्ववृत्तित्वं यथा कुलालपितुघटं प्रति कुलालस्य पितुः घटं प्रति उदाहरणं दत्तं कुलालपिता एव उदाहरणं तस्य हि कुलालपितृत्वेन घटं प्रति जनकत्वे एक एव अन्यथा सिद्धि अन्यसिद्धिः पितृत्वेन घटं प्रति जनकत्वे एव अन्यसिद्धिः कुलालत्वेन जनकत्वे तु इष्टापत्तिः कुलालत्वेन कुलालमात्रस्य घटं प्रति जनकत्वात् भवती वदतु भगिनि हा अस्तु अस्तु चिन्ता नास्ति भगिनि धन्यवादः अत्र राजेन्द्रमहोदय वदति वा प्रयत्नं करोमि भगिनि चतुर्थम् अन्यथा सिद्धमः आह जनकं प्रति इति अत्र चतुर्थसिद्ध अन्यथा सिद्धः यः अस्ति तत् तस्य जनकं प्रति विषये तत् अस्ति यत् कार्यजनकं प्रति पूर्ववृत्तितं गृहीतव्यम् एव यस्य यत् कार्यं प्रति पूर्ववृत्तितं गृह्यते तस्य तत् कार्यं प्रति अन्यथा सिद्धत्वं यत् कार्यजनकं प्रति इदानीं यथा घटनिर्माणं घटकार्यं चिन्तयामः तत् कुलालः यत् कार्यजनकं प्रति पूर्ववृत्तितं गृहीतव्यम् एव यस्य यत् कार्यं प्रति पूर्ववृत्तित्वं गृह्यते जनकं प्रति पूर्ववृत्तितं पूर्ववृत्तितं यदा गृह्णामः तत् यस्य यत् कार्यं प्रति पूर्ववृत्तितं गृह्यते तस्य तत् यस्य यत् कार्यं पूर्ववृत्तितं गृह्यते तस्य तत् कार्यं प्रति अन्यथा सिद्धं कार्यजनकम् इत्युक्ते कुलालपिता एवं भगिनि कार्यस्य कार्यम् अत्र किं घटः कार्यं जनकं जनकः कुलालः तर्हि कुलालं प्रति पूर्ववृत्तित्वं कुलालपिता प्रथमं कुलालं प्रति कारणं तर्हि कुलालं प्रति पूर्ववृत्तित्वं गृहीत्वैव कुलालपिता घटं प्रति पूर्ववृत्तित्वं गृह्यते कुलालं प्रति पूर्ववृत्तितं गृहीत्वा तत् यथा कुलालपितुः तस्य तत् कार्यं प्रति अन्यथा सिद्धः भवति किञ्चित् सम्यक् न वदामि सम्यक् एव महोदय इतोपि किञ्चित् वदतु महोदय सम्यक् एव उक्तवान् इतोपि किञ्चित् वदतु कुलालपिता यः अस्ति सः तु घटं प्रति कारणं कारणं न भवति, यथा पूर्वम् अस्माभिः पठितं, यदा कुलालपितुः मरणं जातं तदा तदापि कुलालः घटं निर्मातुं शक्नोति, तत्कारणात् तस्य कारणता कुलालपितुः कारणता न अस्ति तत्, परन्तु तत् घटं प्रति तस्य अन्यथा सिद्धा एव अस्ति. यथा कुलालपितुर्घटं प्रति तस्य हि कुलालपितृत्वेन, कुलालपिता तु कुलालपितृत्वेन घटं प्रति तत् तस्य जनकत्वे अन्यथा सिद्धा एव अन्यसिद्धिः. कुलालपितृ भवती किञ्चित् वदतु भगिनि. अस्तु अस्तु. अत्र वस्तुतः अत्र नियमद्वयम् अस्ति खलु. एकमस्ति कुलालपिता कुलालपितृत्वेन घटं प्रति पूर्ववृत्तिता अस्ति चेत् कुलालपिता घटं प्रति कारणं नास्ति, परन्तु अन्यथा सिद्धः. परन्तु यदा कुलालपिता साक्षात् कुलालः अस्ति तर्हि सः तु घटं प्रति कारणमेव, यथा अन्य कोऽपि कुलालः सः घटं प्रति कारणमेव. तर्हि अत्र यत् कार्यजनकं प्रति पूर्ववृत्तित्वं गृहीत्वैव इति चेत् अत्र कार्यं किं? घटः एव कार्यं. तस्य जनकः कः? कुलालः. कुलालस्य कारणं किं? तस्य पिता. तर्हि कुलालपिता कारणस्य कारणम् अथवा जनकस्य जनकं, जनकस्य जनकः. तर्हि कुलालपिता प्रथमं सः कुलालं प्रति कारणमस्ति, तदनन्तरमेव सः घटं प्रति कारणं. तत् इदानीम् अत्र यथा अत्र तृतीयविध अन्यथा सिद्धम् आसीत् अत्रापि एवमेव, अत्र अन्यं प्रति कारणं कुलालपिता अन्यम् इत्युक्ते अत्र कुलालः कुलालं प्रति कारणं ज्ञात्वा तदनन्तरमेव सः घटं प्रति कारणम् इति कृत्वा सः अन्यथा सिद्धः. अत्र कुलालपितृत्वेन पश्यामः चेत् सः अन्यथा सिद्धः. परन्तु यदि कुलालपिता सः अपि कुलालः एव अस्ति, सः साक्षात् कुलालः अस्ति, तर्हि कुलालत्वेन सः घटं प्रति जनकः एव, अतः तत्र अन्यथा सिद्धत्वं न आगच्छति, यतोहि सः साक्षात् कारणमस्ति, सः कुलालः अस्ति. अतः सः कुलालः कुलालपिता यद्यपि कुलालपिता अस्ति तथापि कुलालत्वेन सः घटं प्रति जनकः एव, अतः एव तत्र दत्तमस्ति कुलालमात्रस्य घटं प्रति जनकत्वात्. तर्हि कुलालः एव घटं प्रति कारणम् अथवा जनकः. परन्तु यदा कुलालपिता तत् कुलालपितृत्वेन तस्य तत् घटं प्रति कार्यम् अस्ति, तत् कारणात् तत् सः अन्यथा सिद्धा भवति. सत्यं सत्यम्. अत्र सन्ध्या भगिनी इतोपि किञ्चित् वक्तुमिच्छति चेत् वक्तुं शक्नोति स्पष्टीकरणार्थम्. लक्ष्मी भगिनी अपि सरलभगिनी अपि. मम प्रश्नः अस्ति, कुलालः यदि घटम् अ इति स्वीकुर्मः चेत् तत्र एकः कुलालः तस्य कारणं भवति, किन्तु घटम् आ प्रति कुलालस्य पिता यद्यपि सः कुलालः भवति सः कथं वा कारणं भवति इत्युक्ते सः यद्यपि सः यदि वा सः कुलालः वा न कुलालः कुलालस्य पिता सर्वदा अन्यथा कुलालस्य पिता सर्वदा अन्यथा सिद्धः एव खलु इति मम प्रश्नः. अत्र तु प्रत्येकं घटं स्वीकृत्य न पश्यामः, अत्र घटसामान्यम् इति स्वीकृत्य पश्यामः तस्य कारणं किम् इति. घटसामान्यं प्रति यः कोऽपि कुलालः अस्ति सः कारणमेव, कुलालपिता भवतु अथवा अन्यकुलालः भवतु, यः कोऽपि कुलालः कुलालत्वेन घटं प्रति सर्वे कारणानि एव. परन्तु यदि सः इदानीम् अत्र कुलालपिता इत्युक्ते कुलालं प्रति कारणम् अस्ति इति कृत्वा यदि वयं घटं प्रति कारणम् इति पश्यामः चेत् तस्मिन् सन्दर्भे कुलालपिता घटं प्रति कारणं नास्ति, सः अन्यथा सिद्धः. तर्हि अत्र दृष्टिः कीदृशदृष्टिः कीदृशी दृष्टिः अस्ति इति द्रष्टव्या. ओ अस्तु अस्तु. कुलालत्वेन सः घटं प्रति कारणं भवति, किन्तु पिता इति स्वीकुर्मः चेत् तत्र सः अन्यतासिद्धः एव, तर्हि सः अन्यतासिद्धः एव. महोदयेन महोदय उक्तवान् घट विशिष्ट प्रति कुलालः जनकम् अपि च कुलालपिता अन्यथा सिद्धा, परन्तु सामान्यघट यथा भगिनी उक्तवती घटसामान्यं प्रति कुलालपिता अपि यदा कुलालः अस्ति तत् सः अपि कुलाल घटजनकः एव. सत्यं भगिनि, मम एकः प्रश्नः अस्ति. कुलालत्वेन जनकत्वे इष्टा आपति, आपति इति पदं कथं उपयोगम् अस्ति अत्र? यदि आपति न वदामः, जनकत्वं कुलाल, यदि कुलालपिता कुलाल स्वयम् एव घटस्य निर्माणं करोति तस्य कारणं भवति, तस्य इष्टम् अस्ति, आपति कथं भवति? आपति अन्यथा सिद्धं प्रति अस्ति? न न, तत्र तु अग्रे अग्रे आयासीति खलु, तत्र अग्रे आयासति किल, इष्टभाव अस्ति तत्र. हा हा, अत्र अत्र नियमद्वयम् अस्ति खलु, अत्र कुलाल कुलालपिता कुलालपितृत्वेन अन्यथा सिद्धः, परन्तु कुलालत्वेन सः कारणम् इति अस्ति, कारणमस्ति, परन्तु अत्र पूर्वपक्षी सम्यक्तया तद् न अवगच्छति. अत्र नियमद्वयम् अस्ति इति सम्यक्तया नावगत्य सः आक्षेपं करोति, अतः एव तत्र सिद्धान्ते वदति भवान् यद् वदति तत्तु मम इष्टापत्तिः इति वदति, तद् अग्रे अग्रे आयास्यति, तस्मिन् सन्दर्भे इतोपि चर्चां कुर्मः. अस्तु अस्तु, अग्रे सरेम वा अत्र अग्रिमपरिच्छेदम्? अस्तु, संध्या भगिनी पठतु कृपया. क्षम्यतां, कः परिच्छेदः? यत् वस्तु यस्य कार्यस्य उत्पादकं प्रति. यत् वस्तु यस्य कार्यस्य उत्पादकं प्रति कारणमस्ति, तद् ज्ञात्वा अनन्तरं तत् कार्यं प्रति कारणं भवति इति बोधः चेत् तत् कार्यं प्रति तद्वस्तु अन्यथा सिद्धम् अस्ति. तदर्थं श्लोके उक्तं, जनकं प्रति पूर्ववृत्तिताम् अपरिज्ञाय न यस्य गृह्यते. जनकं प्रति पूर्ववृत्तिता ज्ञानं विना यस्य पूर्ववृत्तिता न ज्ञायते इत्यर्थः. जनकं नाम घटरूपकार्यं प्रति कुलालजनकः, तं जनकं प्रति पूर्ववृत्तिता ज्ञानं नाम कुलालपितुः कुलालं प्रति या पूर्ववृत्तिता, तादृशपूर्ववृत्तिता ज्ञानं विना यस्य घटरूपकार्यं प्रति पूर्ववृत्तिता न ज्ञायते सः घटरूपकार्यं प्रति अन्यथा सिद्धः. अतः जनकं प्रति पूर्ववृत्तिताम् अपरिज्ञाय न यस्य गृह्यते सः अन्यथा सिद्धः. तर्हि अत्र यत् वस्तु यस्य कार्यस्य उत्पादकं प्रति कारणम् अस्ति, अत्र यत् वस्तु अस्ति कुलालपिता, यस्य कार्यस्य कार्यम् अस्ति घटः, कार्यस्य उत्पादकः अस्ति कुलालः, कुलालं प्रति कारणम् अस्ति कुलालपिता. तर्हि यद्वस्तु यस्य कार्यस्य उत्पादकं प्रति कारणम् अस्ति इत्युक्ते कुलालपिता कुलालं प्रति कारणम् अस्ति. तद् ज्ञात्वा अनन्तरं तत् कार्यं प्रति कारणं भवति इति बोधः चेत् इत्युक्ते एतद्विषयम् एतं विषयं ज्ञात्वा अनन्तरं तत् कार्यम् इत्युक्ते घटः तत् कार्यं प्रति कारणं भवति, अत्र कारणं कुलालपिता इति यदि वयं वक्तुम् इच्छामः तर्हि तत् कार्यं प्रति इत्युक्ते घटं प्रति, तद्वस्तु इत्युक्ते कुलालपिता अन्यथा सिद्धः भवति इति. तदर्थं श्लोके श्लोकस्य भागः अस्ति, जनकं प्रति पूर्ववृत्तिताम् अपरिज्ञाय न यस्य गृह्यते. जनकं प्रति पूर्ववृत्तिता ज्ञानं विना यस्य पूर्ववृत्तिता न वयं पूर्ववृत्तितां ज्ञातुं न शक्नुमः. अत्र जनकः इत्युक्ते तत्र कुलालः, पुनः घटः इति कार्यं, तस्य जनकः कुलालः, तं इत्युक्ते जनकं प्रति कुलालं प्रति पूर्ववृत्तिता कस्य अस्ति इत्युक्ते कुलालपितुः अस्ति, तर्हि कुलालपितुः तत्र पूर्ववृत्तिता अस्ति कुलालं प्रति, तर्हि तादृशी पूर्ववृत्तिता यस्य अस्ति तस्य यदि तद् सः विषयः नास्ति, यदि कुलालपिता कुलालं प्रति कारणम् अस्ति ततः सः घटं प्रति कारणम् इति यदि तया परम्परया यदि वयं पश्यामः तत्र यदि तत्र तु कुलालपितुः पूर्ववृत्तित्वम् अस्ति कुलालं प्रति इति एतद् वयम् अस्वीकृत्य कुलालस्य कारणत्वं तत्र कुलालपितुः कारणत्वं घटं प्रति स्वीकर्तुं न शक्नुमः, कुलालपितुः अस्तित्व पूर्ववृत्तित्वं कुलालं प्रति इति वयं त्यक्त्वा कुलालपितुः कारणत्वं कुलालं प्रति स्वीकर्तुं न शक्नुमः, न ज्ञायते यदि तादृशी अत्र पूर्ववृत्तिता अस्ति तर्हि तेन तत्र पूर्ववृत्तिता पूर्ववृत्तित्वेन अन्यथा सिद्धत्वम् आगच्छति इति, तदर्थं तत्र कुलालपिता घटं प्रति अन्यथा सिद्धः भवति, अतः एव जनकं प्रति पूर्ववृत्तिताम् अपरिज्ञाय, जनकं प्रति इत्युक्ते कुलालं प्रति पूर्ववृत्तिताम् अपरिज्ञाय, कस्य इत्युक्ते कुलालपितुः अपरिज्ञाय इत्युक्ते न गणयित्वा वयं तस्य कारणत्वं घटं प्रति स्वीकर्तुं न शक्नुमः कुलालपितुः इति कृत्वा सः अन्यथा सिद्धः भवति. बहु सम्यक् भगिनि, सम्यक्तया उक्तवती. स्पष्टं वा, कोऽपि प्रश्नः? पुनः एकवारं संक्षेपेण वदति वा, इत्युक्ते कुलालपितु कः इति ज्ञायमानं विना तस्य कारणं न गृह्यते इत्युक्ते यदा कुलालपितु अपि कुलालपितु कस्य पूर्ववृत्तित्वं ज्ञायते सः अन्यथा सिद्धः भवति. अहं सम्यक् न वदामि इति अहं जानामि, किन्तु सत्यमेव भगिनि, अत्र सत्यमेव, अत्र चिन्तयतु, कुलालपिता कार्याधिकरणे अस्ति वा, नियमितरूपेण कार्याधिकरणे अस्ति वा कुलालपिता? नास्ति. नास्ति, तर्हि सः कः? सः कुलालं प्रति कारणं, कुलालः घटं प्रति कारणं, तर्हि कुलालपिता कारणस्य कारणं. कारणस्य कारणम् इति कृत्वा वयं चिन्तयितुं शक्नुमः, अस्तु कुलालपिता अपि घटं प्रति कारणम् अस्ति वा इति, तादृशचिन्तनं भवितुम् अर्हति. परन्तु अत्र किं दत्तमस्ति इति चेत्, कुलालपिता कारणस्य कारणं, तर्हि कुलालं प्रति कारणं ज्ञात्वा एव तस्य पूर्ववृत्तित्वं घटं प्रति भवति इति कृत्वा कुलालपिता यद्यपि कारणस्य कारणं तथापि सः न कारणं, सः अन्यथा सिद्धः. तत् सम्यक्, किन्तु वाक्यं वाक्यस्य स्पष्टता नास्ति. कस्मिन् वाक्ये? पूर्ववृत्तिताम् अपरिज्ञाय न यस्य गृह्यते, तत्र वाक्यं तथा किमर्थं तादृश तस्य रचना अभवत् इति अहं तत्रैव किञ्चित् मनः अस्ति. सन्ध्या भगिनी पुनः एकवारं चिन्ता नास्ति भगिनि, अत्र सन्ध्या भगिनी पुनः एकवारम् इतोपि वदति वा अत्र. अत्र लक्ष्मीभगिनी यद् भवती पृच्छति तत्र जनकं प्रति पूर्ववृत्तिताम् अपरिज्ञाय न यस्य गृह्यते इत्यस्य खण्डस्य विषये एव भवत्याः प्रश्नः किल? वाक्यस्य तत्र रचना शैली तत्र गमः अस्ति. अत्र जनकं प्रति पूर्ववृत्तिता इत्युक्ते तत्र जनकः कुलालः, तं प्रति पूर्ववृत्तित्वं वा पूर्ववृत्तिता अस्ति कुलालपितुः, तर्हि कुलालपितुः पूर्ववृत्तित्वं वयं यदि न तत्र स्वीकुर्मः तर्हि कुलालपितुः तत्र कुला घटं प्रति कारणत्वं स्वीकर्तुं न शक्नुमः इति अत्र विषयः. अत्र अग्रे यथा आगच्छति तत्र कुलालः तत्र घटमात्रं प्रति कुलालपितापि यदि कुलालः अस्ति सः स्वयं तर्हि सः कुलालत्वेन घटसामान्यं प्रति वा घटमात्रं प्रति सः कारणं भवितुम् अर्हति इति तदस्ति. परन्तु अत्र कुलालपितृत्वेन रूपेण यदि सः कारणम् इति यदि भवति तर्हि तत्र कारण किं वदामः कारणपरम्परा यदि स्वीकुर्मः परम्परां पश्यामः तर्हि तत्र कुलालः इति अस्ति मध्ये. इदानीं कुलालपिता इति कया परम्परया सः घटं प्रति कारणं भवति इति चेत् कुलालद्वारा एव. तर्हि कुलालद्वारा इत्युक्ते कथं, यतोहि कुलालं प्रति तस्य पूर्ववृत्तित्वम् अस्ति. कुलालं प्रति पूर्ववृत्तित्वं यदि तद् वयं न स्वीकुर्मः अपरिज्ञाय वा न ज्ञात्वा यदि वयं तस्य कारणत्वं स्वीकर्तुम् इच्छामः तर्हि न यस्य गृह्यते इत्युक्ते यस्य कारणत्वं न गृह्यते इत्युक्ते यस्य इत्युक्ते अत्र कुलालपितुः इति किञ्चित्. ओ अस्तु भगिनि, यस्य इत्युक्ते कुलालपितुः. हा, न यस्य कारणत्वं गृह्यते इति तत्र एकं पदं स्थापयितुं शक्नुमः. ओ अस्तु अस्तु, कष्टं वा भगिनि? आम् आम् धन्यवादः. कारणत्वं भगिनि कुलाल प्रति वा घटं प्रति? क्षम्यतां, तद् यद्वदन्ती आसं तत् किञ्चित् सम्पूर्णं करोमि. जनकं प्रति पूर्ववृत्तिताम् अपरिज्ञाय न यस्य पूर्ववृत्तिता गृह्यते इत्यपि वक्तुं शक्नुमः स्लाश् कारणत्वम् इत्यपि तत्र वक्तुं शक्नुमः. सरला भगिनी किम् उक्तवती कृपया पुनः? उपरि तृतीयपदम् अस्ति, तृतीयपङ्क्ति अस्ति, तस्मिन् अस्ति जनकं प्रति पूर्ववृत्तिता ज्ञानं विना यस्य पूर्ववृत्तिता न ज्ञायते इत्यर्थम् अस्तु. सो जनकं प्रति मीन्स् कुलालं प्रति पूर्ववृत्तिता ज्ञानम् इति मीन्स् कुलाल पितुः पितृत्वं विना यस्य पूर्ववृत्तिता न ज्ञायते. यस्य यस्य अत्र भवति कुलालपितुः. सत्यं सत्यम् अस्ति, न ज्ञायते इति अर्थम् अस्तु. किञ्चित् वाक् शब्दस्य जालम् अस्ति अत्र. अपि तु महोदय उक्तवान् सः किञ्चित् अधिकं वदिष्यति अग्रिम सप्ताहे. हा, अत्र महोदय इदानीम् अत्र स्थापितवान्, इतोपि किञ्चित् स्थापितवान् अत्र पूर्वम्. अत्र जनकं प्रति पूर्ववृत्तिता ज्ञानं विना यस्य पूर्ववृत्तिता न ज्ञायते इति आरभ्य तत्र स्थापितवान् महोदय इदानीं स्पष्टीकरणार्थम्. अग्रिमसप्ताहे प्रायः इतोपि तस्मिन् विषये चर्चां करिष्यामः. अस्तु, अग्रे सरला भगिनी अग्रे पठति वा? अस्तु. अन्यरीत्या उच्यते स्वजन्यतानिरूपितजनकतानिरूपितजनकतावत्त्वं चतुर्थम् अन्यथा सिद्धं. दृष्टान्ते यत् घट इति स्वं घटकार्यं प्रति कुलालकारणम्, अतः कुलालस्य कारणं पिता घटं प्रति अन्यथा सिद्धं. कुलालस्य पिता स्वस्य पुत्रस्य उत्पत्तेः कारणं ज्ञात्वा अनन्तरं कुलालस्य पिता कुलालपितृत्वेन रूपेण घटं कार्यं प्रति कारणं मन्यते चेत् स च कुलालपिता घटं कार्यं प्रति अन्यथा सिद्धम् इति उक्तौ कुलालस्य पिता कुलालस्य पिता मत्वा यदि सः कुलालपिता घटं प्रति कारणं स्वीक्रियेत यद्यपि सः एव कुलालपिता घटकार्यस्य कारणस्य कारणम् अतः तस्मात् घटं प्रति कारणं भवेत् एव, तथापि सः तु कारणं नास्ति अपि तु अन्यथा सिद्ध एव. अपि च स एव कुलालपिता यदि कुलालत्वेन रूपेण कथं कार्यं प्रति कारणं मन्येत् तर्हि न कापि आपत्तिः अपि तु अभीष्टमेव यतोहि सर्वे कुलालाः घटं प्रति कारणं सन्ति एव नूनं कोऽपि कुलालः अद्य पर्यन्तं यद्यपि कदापि घटं न निर्मितवान् स्यात् तथापि तस्मिन् कुलाले स्वरूपयोग्यता योग्यतारूपकारणता वर्तते एव निष्कर्ष एवं यत् पिता च पुत्र च यदि उभौ कुलालौ स्तः तर्हि जनद्वे अपि घटकार्यकारणता वर्तते एव अस्तु लक्षणवाक्ये अस्ति स्वजन्यता निरूपितजनकता निरूपितजनकतावत्त्वं चतुर्थम् अन्यथा सिद्धम् अत्र स्व भवति घट घट अस्ति वदि घटनिष्ठजन्यता निरूपितजनकता आश्रय कुलाल पुनः वदामि घटनिष्ठजन्यता निरूपित कुलालनिष्ठजनकता निरूपित कुलालपितुः निष्ठजनकतावत्त्वं कुलालपितुः भवति जनकतावान् तस्मिन् भवति जनकतावत्त्वम् अस्ति इति अस्ति रूपनिरूपकभावः तत्र दीर्घ तस्य विवरणम् अस्ति घट अस्ति स्वं घटं कार्यं प्रति कुलाल अस्ति कारणं तस्मिन् भवति जनकता अतः कुलालस्य कारणं पिता कुलालस्य कारणम् अस्ति तस्य पिता घटं प्रति अन्यथा सिद्धं सो तद् भवति अन्यथा सिद्धं घटं प्रति कुलालस्य पिता स्वस्य पुत्रस्य उत्पत्तेः कारणं ज्ञात्वा अनन्तरं कुलालस्य पिता कुलालपितृत्वेन रूपेण घटं कार्यं प्रति कार्यं मन्यते चेत् स च कुलालपिता घटं प्रति अन्यथा सिद्धम् पुनः दत्तमस्ति कुलालस्य पिता तस्य पुत्रं प्रति कारणम् अस्ति इति यदि ज्ञानम् अस्ति कुलालस्य पिता तस्मिन् पितृत्वम् अस्ति कुलालपितृत्वं भवति घटं कार्यं प्रति यदि कारणम् अस्ति तत् कुलालपितृत्वं भवति न कारणं किन्तु अन्यथा सिद्धं भवति घटकार्यं प्रति इत्युक्तौ कुलालस्य पिता मत्वा यदि सः कुलालपिता घटं प्रति कारणं स्वीक्रियेत् यद्यपि सः एव कुलालपिता घटकार्यस्य कारणस्य कारणम् अतः तस्मात् घटं प्रति कारणं भवेत् एव तथापि स तु कारणं नास्ति अपि तु अन्यथा सिद्धं तृतीयरूपेण दत्तमस्ति कुलालस्य पिता भवति घटस्य कारणम् अस्ति कुलालस्य कारणम् अस्ति तस्य पिता सो कारणस्य कारणं जनकस्य जनक यदि वयं कुलालपिता इति स्वीकुर्मः तत् भवति यदि घटकार्यस्य प्रति कारणं तत् कारणं न भवेत् किन्तु अन्यथा सिद्धम् इति स्वीकृतं भवति साधु सम्यक् भगिनि अत्र वदतु भगिनि न अत्र स्वजन्यता इति अस्ति जन्यः कः अत्र स्व इति घटं जन्यः जन्यता कुत्र अस्ति जन्यता अस्ति घटनिष्ठजन्यता भगिनि अधेयता घटनिष्ठ अधेयता जनकता आश्रयकुलाल पुनः अत्र पुनः तत्र जन्यता तत्रापि कुलालः अस्ति तस्य जन्यता अपि अस्ति खलु कुलाले जन्यता अस्ति कुलाले या जन्यता अस्ति तस्य घटं प्रति जनकता अपि अस्ति साधु सत्यं सा जनकता भवति तस्य कारणम् अस्ति जनकस्य जनक सो तत् भवति कुलालपिता सो तस्य कुलाल जनकता जनकतावान् कुलालपिता तस्य जनकतावत्तमम् अस्ति तस्य भवति तत् भावः अस्तु. सम्यक् सम्यक् भगिनि. अस्तु अत्र कोऽपि प्रश्नः वा अत्र भगिनी अत्र अन्तिमे वाक्य अस्ति कुलाले कुलाले स्वरूपयोगे अस्तु यदि कुलालपिता स्वयमेव घटं निर्मीयति तत्र कुलाल यथा घटं प्रति कुलालकारणम् अस्ति सः एव घटं प्रति कारणमपि भवति. कुलालपिता घटं घटस्य निर्माणं करोति या घटं कार्यं प्रति कारणं भवितुं शक्नोति कुलालत्वेन यदि स्वयं कार्यं स्वयं घटस्य कार्यं करोति. अपि यदि कुलाल स्वयं कुलाल तस्य पुत्र कुलाल सः अपि घटस्य निर्माणं करोति द्वे कुलालत्वेन घटं प्रति कारणं भवितुं शक्नुतः. सो जनद्वे अपि सो कुलालत्वेन कुलालपिता भवति घटं प्रति कारणं पर कुलालपितृत्वेन तत् सः भवति घटं प्रति अन्यथा सिद्धम्. समीचीनम् अत्र स्वरूपयोग्यता स्वरूपयोग्यता स्वरूपयोग्य यदि कुलालः यपि यद्यपि कोऽपि कुलाल कदापि तेन घटं न निर्मीयते किन्तु कुलाल पिता तस्य कुलालपिता अस्ति तस्मिन् कुलालपितृत्वेन तस्मिन् स्वरूपयोग्यता कारणता तिष्ठति यतोपि फलस्वरूपयोग्यता नास्ति किन्तु स्वरूपयोग्यता कारणता तस्मिन् भवति एव. कुलालपितृत्वेन स्वरूपयोग्यता रूपकारणता भवति वा? आम् कुलालपितुः कुलालत्वेन तस्य स्वरूपयोग्यता रूपकारणता अस्ति खलु न तु कुलालपितृत्वेन. नूनं कोऽपि कुलाल अद्यपर्यन्त यद्यपि कदापि घटं न निर्मितवान् स्यात् तथापि तस्मिन् कुलाले स्वरूपयोग्यता रूपकारणता वर्तते एव. कथं स्वरूपयोग्यता वर्तते? थ्रू हेरिडिटरी न न हेरिडिटि इति नास्ति तस्मिन् तादृशसामर्थ्यम् अस्ति तत्र ज्ञानमस्ति कथं घटस्य निर्माणं कथं करणीयम् इति तस्मिन् ज्ञानम् अस्ति चेत् तत्र स्वरूपयोग्यतारूपकारणता अस्ति खलु. हेरिडिटि अपि भवितुमर्हति परन्तु जानाति सः जानाति कथं घटस्य निर्माणं करणीयम् इति सः जानाति. परन्तु भगिनी अहं चिन्तयामि हेरिडिटि कारणतः कोऽपि कुलालः न भवितुमर्हति यथा तस्य ज्ञानं नास्ति यावत् तस्य ज्ञानं नास्ति. इत्युक्ते तस्य गृहे कोऽपि तत्र घटस्य निर्माणं करोति चेत् सः प्रायः दृष्ट्वा दृष्ट्वा जानाति अत्र निर्माणं कर्तुं शक्नोति. सत्यं सत्यं सत्यम् अस्तु तदेव अत्र स्वरूपयोग्यतारूपकारणता इत्युक्ते तस्मिन् अन्यथा तु राहुल् गान्धी एव अस्तु चिन्ता नास्ति. अस्तु अग्रे लक्ष्मी भगिनी अग्रे पठति वा? कोऽपि प्रश्नः वा एतावता? भगिनि अस्तु लक्ष्मी भगिनी तर्हु पितुः कुलालत्वेन इष्टापत्तिः कुलालपितृत्वेन तस्य अन्यथा सिद्धत्वम् इष्टापत्तिः इति प्रसङ्गे एकवारं पूर्वमपि विचारः जातः. भवान् आपत्तिः इति यत् चिन्तयति तत् मम इष्टमेव इति भावः. चिन्तयतु कुलालस्य पिता अन्यथा सिद्धः इति रामः उक्तवान्. तदा श्यामः पृच्छति कुलालस्य पिता अन्यथा सिद्धः इति भवान् कथं कथयति? कुलालस्य पिता अपि घटं निर्माति खलु? कुलालस्य पिता अपि घटं निर्माति इति कारणेन कुलालस्य पिता अपि घटं प्रति कारणं भवति किल? कथम् अन्यथा सिद्धः? तदा रामः उत्तरयति, सत्यं भोः, कुलालस्य पिता यदि स्वयं घटं निर्माति तर्हि सोऽपि घटस्य कारणमित्येव इति अहं स्वीकरोमि। सा तु मम इष्टापत्तिः, केवलं कुलालकर्तृत्वेन अन्यथा सिद्धः, घटजनकत्वेन कारणमेव। अत्र रामस्य कृते कुलालपिता कुलालत्वेन इष्टापत्तिः, कुलालस्य पिता अन्यथा सिद्धः इति रामः यत् वदति तत्तु न समीचीनम् इति श्यामः आपादयति, कारणमेव भवति खलु इति श्यामः आपादयति। तत्तु रामस्य सम्मतमेव, कथं सम्मतं, कुलालपितृत्वेन अन्यथा सिद्धः किन्तु घटजनकत्वेन तस्य कारणत्वम् अवश्यम् अस्ति। अस्तु, अत्र अत्र कुलालपितुः घटं प्रति अन्यथा सिद्धः, किन्तु कुलालत्वेन सः इष्टापत्तिः। इष्टापत्तिः इत्युक्ते आपत्तिः इत्युक्ते समस्या क्लेशः इति वक्तुं शक्नुमः, किन्तु इष्ट आपत्तिः तादृश आपत्तिः अस्मिन् प्रसङ्गे इष्टमेव, इत्युक्ते कुलालत्वेन सः अवश्यं घटं प्रति कारणमेव, किन्तु कुलालपितृत्वेन तादृशदृष्ट्या सः अन्यथा सिद्धः। इष्टापतिः इति प्रसङ्गे एकवारं पूर्वमपि विचारः जातः, भवान् आपतिः इति यत् चिन्तयति तत् मम इष्टमेव इति भावः, यद्यपि भवान् आपतिः इत्युक्ते न यत् यः यत् कारणं भवान् समस्या इति चिन्तयति तत्तु मम इष्टमेव इति भावः इति इष्टापत्तिः, किन्तु चिन्तयतु कुलालस्य पिता अन्यथा राम यदि रामः वदति कुलालस्य पिता अन्यथा सिद्धः, तदा श्यामः पृच्छति कथं कुलालस्य पिता अन्यथा सिद्धः, सः अपि घटं निर्मातुं जानाति खलु, किं रामः वदति रामः वदति यद्यपि सः घटं निर्मातुं जानाति सः कुलालपुत्रत्वेन सः अन्यथा सिद्धः, किन्तु सः कुलालः इति कृत्वा सः अपि घटं निर्मातुं जानाति इति कृत्वा सः घटं प्रति घटसामान्यं प्रति कारणं भवति एव। अत्र इति अहं स्वीकरोमि, सा तु मम इष्टापतिः, अतः कुलालत्वेन सः घटं प्रति कारणम् इति तत्तु इष्टापत्तिः आपत्तिः इति रामः वदति। केवलं सः कुलालपितृत्वेन एव अन्यथा सिद्धः, किन्तु घटं प्रति कुलालत्वेन सः घटजनकत्वेन सः कारणमेव। अत्र रामस्य कृते कुलालपिता कुलालत्वेन इष्टापत्तिः, अस्तु कुलालत्वेन सः इष्टापत्तिः किन्तु कुलालपितृत्वेन सः अन्यथा सिद्धः इति द्वयोपि समीचीनमेव, केवलं दृष्टिकोणः एव भिन्नः अस्ति। अतः श्यामः यत् आपादयति कुलालपिता अपि कारणम् इति तत्तु रामस्य सम्मतमेव, कथं सम्मतं, कुलालपितृत्वेन सः अन्यथा सिद्धः किन्तु कुलालत्वेन सः घटजनकत्वेन सः कारणमेव इति तत्र द्वयोः मध्ये क्लेशः न भवति। सम्यक् भगिनि, समीचीनम्। अत्र राजेन्द्रमहोदय, अत्र भवान् आपत्ति इति यत् चिन्तयति तद् मम इष्टमेव इति भावः, तस्मिन् विषये वदति वा? यथा रामः वदति तत्र वदति कुलालपिता पितृत्वेन कुलालपितृत्वेन का तत् अन्यथा सिद्धा अस्ति, परन्तु श्यामः वदति भो कुलालपिता अपि स्वयं घटं निर्माति, सः अपि कुलालः एव, तत्कारणात् तत् सः कुलाल सः जनकः एव, घटजनकः एव अस्ति, कुलालत्वेन कार्यं करोति, अपि च कुलालपितृत्वेन न कार्यं करोति। तत् रामः वदति तत् अहं स्वीकरोमि, तं मम सः तु मम इष्टापतिः, तत् तत् तत् मम सः तु मम इष्टापतिः, तत् मम तादृशी एव मम इच्छा अस्ति, तादृशी एव मम मया तादृशी एव अहम् अङ्गीकरोमि यदि कुलालस्य पिता कुलालत्वेन कार्यं करोति, घटनिर्माणं करोति, सः तत् अहम् अङ्गीकरोमि, तत् सः तत् मम इष्टापतिः तत् अस्ति। समीचीनं महोदय। अत्र सन्ध्या भगिनी किमपि वक्तुम् इच्छति वा स्पष्टीकरणार्थं? नास्ति भगिनी, न। सरला भगिनी, इदानीं स्पष्टमस्ति वा? अत्र पूर्वस्मिन् अत्र चतुर्थम् अन्यथा सिद्धं कुलालत्वेन जनकत्वे तु इष्टापत्तिः, तस्मिन् विषये इदानीं स्पष्टता अस्ति वा? इतोपि मम मनसि नास्ति, इष्टापत्ति कथं वदति, इष्टापति इति समस्या भवति, इष्टं कः इष्टसमस्या अस्ति तस्य मनसि? न न न, अत्र सिद्धान्ती तत्र नियमद्वयं वदति खलु, अत्र कुलालपितृत्वेन सः अन्यथा सिद्धः, कुलालत्वेन सः घटं प्रति जनकः एव इति नियमद्वयम् अस्ति, परन्तु अत्र पूर्वपक्षी तत्र सम्यक्तया तत् नियमद्वयं सम्यक्तया न अवगत्य सः वदति कथं भवान् तथा वदति, कुलालपिता कथम् अन्यथा सिद्धः इति भवान् वदति, कुलालपिता अपि घटं निर्माति खलु, तर्हि सः कथम् अन्यथा सिद्धः इति आक्षेपं करोति। अस्तु अस्तु, तर्हि तस्य उत्तरं किम् इति चेत् अत्र सिद्धान्ते वदति, भोः यद्भवान् वदति तत्तु सत्यमेव, अहमपि तथा एव चिन्तयामि, अत्र कुलालपिता साक्षात् घटं निर्माति चेत् सः अपि कारणमेव, भवतः आपत्तिः मम इष्टमेव, अहमपि तथा एव चिन्तयामि, अतः मम इष्टापत्तिः। अस्तु अस्तु अस्तु अस्तु अस्तु भगिनि, अन्य कोऽपि प्रश्नः अस्ति वा? किमपि चिन्तनं किमपि द्रष्टव्यं? अस्तु भगिनि, अस्तु, तर्हि तावदेव वयं वर्गे पठितवन्तः, अतः प्रश्नः नास्ति चेत् समापयितुं शक्नुमः। धन्यवादः, नमस्कारः, धन्यवादः, धन्यवादः, नमस्कारः, नमस्कारः, नमस्कारः।